सुलभां भवाति भञ्जनकरीं वन्दे त्वां लोकमातरं भक्तप्रियां भक्तिगम्यां भक्तानां कीर्तिवार्धिकां भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलां अन्नपूर्णां सदा पूर्णां पार्वतीं पर्वपूजितां महेश्वरीं वृषारूढां वन्दे त्वां परमेश्वरीं कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीं शिवकान्तां शम्भुशक्तिं वन्दे त्वां जननीम् उमां जगत्कर्त्रीं जगद्धात्रीं जगत्संहारकारिणीं मुनिभिः संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीं देवदुःखहरामम्बां सदा देवसहायकां मुनिदेवैः सदा सेव्यां वन्दे त्वां देवपूजितां त्रिनेत्रां शङ्करीं गौरीं भोगमोक्षप्रदां शिवां महामायां जगद्बीजां वन्दे त्वां जगदीश्वरीं शरणागतजीवानां सर्वदुःखविनाशिनीं सुखसम्पत्करीं नित्यां वन्दे त्वां प्रकृतिं परां देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितं यः पठेद् भक्तिभावेन लभते सपरं सुखम्।